पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 233 शङ्कर उवाच ततः प्रोवाच भगवान् सुरांश्चैव महामुनीन् देव्या सह प्रहृष्टात्मा सर्वलोकहिताय वै श्रीभगवानुवाच शृणुध्वं मुनयः सर्वे देवताश्च महाबलाः एकादशी महापुण्या सर्वोपद्रवनाशिनी लक्ष्मीसन्दर्शनार्थाय भवद्भिः समुपोषिता तस्मात्तु सर्वदा पुण्या द्वादशी मम वल्लभा अद्य प्रभृति ये लोका उषिताः पूर्ववासरे द्वादश्यामुदिते भानौ श्रद्धया परया युताः ये पूजयन्ति मां भक्र्या तुलस्या च श्रिया सह सर्वे ते बन्धनिर्मुक्ताः प्राप्नुवन्ति पदं मम नार्चयन्ति च ये वै मां द्वादश्यां पुरुषोत्तमं ते नराः पापकर्माणो मम माया विमोहिताः ये नार्चयन्ति पापिष्ठा नरा नरकगामिनः तान् पापान्विषयैर्वद्धान् मम पूजापराङ्मुखान् क्षिपत्यजस्रं संसारे माया मम दुरत्यया रुद्र उवाच एवमुक्त्वा तु भगवान् परमात्मा सनातनः संस्तूयमानो मुनिभिप्रययौ कमलालयं क्षीराब्धौ शेषपर्यङ्गे विमाने सूर्यसन्निभे देव्या सह विशालाक्ष्या रमया परमेश्वरः दर्शनार्थं सुराणां च तत्र सन्निहितोऽभवत् तदसुरगणा सर्वे कूर्मरूपं सनातनं भक्र्या सम्पूजयित्वाथ तुष्टुवुर्हृष्टमानसाः ततः प्रसन्नो भगवान् कूर्मरूपी जनार्दनः भगवानुवाच परं वृणीध्वं देवेश यद्वो मनसि वर्तते रुद्र उवाच ततो देवगणाः सर्वे कूर्मरूपं जनार्दनम् ऊचुः प्राञ्जलयः सर्वे हर्षनिर्भरमानसाः देवा ऊचुः शेषस्य दिग्गजानां च सहायार्थं महाबल धर्तुमर्हसि देवेश सप्तद्वीपवदीं महीं रुद्र उवाच एवमस्त्विति हृष्टात्मा भगवाल्लोकभावनः धारयामास धरणीं सप्तद्वीपसमावृतां ततो देवाः स गन्धर्वा दैत्यदानवमानुषाः महर्षिभिरनुज्ञादा स्वर्लोकान् प्रदिपेदिरे तदा प्रभृति ते सर्वे देवा ब्रह्मपुरोगमाः सिद्धाये मानुषाश्चैव योगिनो मुनिसत्तमाः विष्णोराज्ञां पुरस्कृत्य भक्त्या परमया युताः एकादश्यामुपोष्याध भक्त्या चैव जनार्दनं द्वादश्यामर्चनं चक्रुर्विधिना वरवर्णिनि ये दत्तु सर्वमाख्यातं देव्या जन्म वरानने कौर्म्यं च वैभवं विष्णो किमन्यच्छ्रोतुमिच्छसि इति श्री पात्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे एकादश्युपवासकथनं नाम त्रयत्रिंशदधिकद्विशततमोऽध्यायः ॐ